सर्वेषां स्वागतं, नमस्कारः. तर्हि करपत्रमस्ति कर्मणि भावे च इति प्रवर्तमानमस्ति, कर्मानमस्ति. तर्हि अत्र कर्मणि भावे यत्र रूपाणि सन्ति तत्र तु धातोः अनन्तरं धातोः यक् प्रत्ययः विधीयते. सूत्रमस्ति सार्वधातुके यक् अनेन धातोः यक् प्रत्ययः परश्च भावकर्मवाचिनि सार्वधातुके इत्यनेन सूत्रेण. सुमन् भगिनी म्यूट् भवति किम्? ध्वनिः ओ क्षम्यताम्, आसीत् इति चिन्तितवती, क्षम्यतां भगिनि. अनन्तरं किम् अस्ति यक् प्रत्ययः आर्धातुकं शेषः इत्यनेन आर्धातुकप्रत्ययः अस्ति इति जानीमः. इत्युक्ते अत्र सूत्रे अपि धातुतः विधीयते, अनन्तरं सूत्रे अपि धातोः इति अनुवृत्तिः आयाति इति कृत्वा आर्धातुकप्रत्ययः इति गच्छामः. अनन्तरं यत्र यक् प्रत्ययः विधीयते तत्र तु निति कित् अस्ति इति कृत्वा निति च इत्यनेन गुणनिषेधः. अनन्तरं पुनः कित् अस्ति इति कृत्वा अनिदितां हलोपदाय निति इत्यनेन अनिदितां धातूनाम् उपधाभूतस्य नकारस्य लोपः भवति इति. तृतीयं कार्यम् आसीत् सम्प्रसारणकार्यम् इति. सम्प्रसारणस्य कृते सूत्रद्वयं वर्तते, वचिस्वपि यजादीनां कृति ग्रहीज वयि व्यधि वष्टि विचति वृच्छति पृच्छति बृञ्जतीनां नीति चेति सूत्रे. अनन्तरं किं दृष्टवन्तः इत्युक्ते भावकर्मणोः इति सूत्रेण आत्मनेपद पदरूपं प्राप्नोति. अस्तु, अग्रे किं लिखितम् इत्युक्ते अस्माकं करपत्रे अत्र वयं तु आकारान्त एजन्ताः इति दृष्टवन्तः. प्रथमम् एजन्ताः सर्वे आकारान्ताः भवन्ति. केन सूत्रेण? आदेश उपदेश शिति इति केन सूत्रेण इति कृत्वा आकारत्वं आकारत्वं प्राप्नोति. तदनन्तरं यक् प्रत्ययः ते तर्हि ग्लै इत्यस्य ग्लायते इति रूपम्, गै इत्यस्य गायते, क्षम्यतां किमस्ति ध्यै इत्यस्य ध्यायते. तथा एव ये आकारान्ताः सन्ति तर्हि आकारान्तानां साक्षात् एकः प्रत्ययः विधीयते, भाधातुः भायते. तथा अनन्तरं विशिष्टसूत्रम् अस्ति, धातवः सन्ति घूमास्ता गापा हा सा इति. तर्हि गुमास्ता गापा जहाति सां हलि अनेन सूत्रेण ईकारान्तत्वं अन्ते तु ईकारः भवति, आकारान्तस्य स्थाने ईकारः भूत्वा दाधातुः दीयते. दाधातुः अपि धाधातुः अपि गुसंज्ञकाः सन्ति इति कृत्वा दीयते, धीयते, नीयते इति रूपाणि, स्थीयते इति. अनन्तरं वयम् इकारान्तधातूनां विषये दृष्टवन्तः. तत्र तु अकृत् सार्वधातुको दीर्घः इत्यनेन यदि ह्रस्व इकारः अस्ति चेत् दीर्घ इकारत्वं प्राप्नोति, दीर्घ इकारः पुनः दीर्घ इकारत्वं प्राप्त्वा तदेव रूपं तिष्ठति. तर्हि छि इति धातोः चीयते, नीति दीर्घ इकारान्तधातोः धातोः रूपं तु नीयते इति एव तिष्ठति. अनन्तरम् उकारान्तधातूनाम् उकारान्तधातूनामपि समान स्थितिः. अत्र किम् अस्ति अकृत् सार्वधातुकः दीर्घः इति पुनः दीर्घ उकारत्वं प्राप्नोति इति. अत्र ईकारान्तानां विशिष्टधातुः एकः अस्ति शीङ्गधातुः, अस्य तु अयङ् आदेशः भवति इति. तर्हि शय्यते इति रूपं सूत्रमस्ति अयङ् ईङ्निति इति सूत्रेण. अनन्तरं भ्रुवचि इति ऊकारान्तधातूनां धातूनामपि विशिष्टः धातुः एकः अस्ति भ्रूधातुः, तर्हि वच् आदेशः भवति इति दृष्टवन्तः. अनन्तरं गते सप्ताहे वयं ऋकारान्तधातूनां ऋकारान्तधातूनां किमस्ति सूत्रं परिशीलितवन्तः. तत्र तु रिङ् शेङ्ग्लिषु इत्यनेन रिङ् आदेशः भूत्वा कृधातुः क्रियते. यत्र संयुक्त ऋकारः ऋकारान्तधातुः नास्ति चेत् संयोगपूर्वक ऋकारान्त नास्तु ऋकारान्तधातुः नास्ति चेत् रिङ्ग् शेङ्ग्लिष् इति सूत्रं. किन्तु यत्र संयोगपूर्वक ऋकारान्तधातुः अस्ति तस्मात् पूर्वं संयोगः अस्ति, उदाहरणार्थं स्मृ इति धातोः, अत्र गुणः भवति गुणोर्तिसंयोगाद्योः इति सूत्रेण. तर्हि अर्तिधातोः अनन्तरं यत्र संयोगादि ऋकारान्तधातूनां गुणः भवति इति, तर्हि स्मर्यते, अर्यते इति रूपाणि. तथा एव जागृधातुः वयं तु जानीमः विशिष्टधातुः अस्ति, तत्र तु सर्वत्र गुणः भवति. यद्यपि नित्यस्ति प्रत्ययः नित्यस्ति चेदपि गुणः भवति, किम् अस्ति कित् कित् अस्ति चेदपि गुणः भवति, के के प्रत्ययान् विहाय इत्युक्ते अविच्छिन्नल् लित् इति सूत्रे उक्तमस्ति. विच्छिन्नल् लित् इत्येषां पर्युदासे सर्वत्र तु गुणः भवति इति, तर्हि जागर्यते इति रूपम्. अनन्तरम् ऋकारान्तधातूनां वयं तु विभागद्वयं दृष्टवन्तः. एकमासीत् सामान्य ऋकारान्तधातुः अस्ति चेत् हृदयधातुः इति इकारः भवति, अनन्तरम् उरन्ध्रपरः हलिचेति निन्न तीर्यते इति, ऋधातोः तीर्यते इति रूपं. यत्र अत्र ओष्ठपूर्वस्य ऋकारान्तधातोः उदाहरणार्थं पृ इति अस्ति चेत् उदोष्ट्यपूर्वस्य इत्यनेन ऋकारस्य स्थाने उकारः भवति, अनन्तरं पुनः पुनः उरन्ध्रपरः हलीच इत्यनेन पूर्यते इति रूपम् इति गतसप्ताहे अस्माभिः दृष्टम्. अधुना हलन्तदातवः इति परिशीलयामः. अरुणा भगिनी आरम्भं करोति किं भगिनि? आं भगिनि, हलन्तदातवः अत्र भावकर्मण कर्म प्रक्रिया लति लोटि लङ्गि विधिलिङ्गि नवानां धातुगणानां भवाद्यारभ्य क्रियादियावत् यत्र धातुः हलन्तः. हलन्तेषु विभागचतुष्टयं सामान्यधातवः, येषां धातूनां धात्वादेशः सम्प्रसारणधातवः, अनिदित् धातवाच इति अत्र दत्तं. नवगणेषु लोट् लट् लोट् लङ्गि विदिलिङ्ग् प्रक्रियायां धातुगुणं यक् यत्र धातु हलन्त अस्ति सामान्यसूत्राणि प्रवर्तन्ति. हलन्तेषु चतुर्विधाः विभागः अस्ति. सामान्यधातवः, येषां धातुः धात्वादेशः, सम्प्रसारणादिधातवः, अनिधातवः इति चतुर्विध विभजनम् अस्ति. सामान्यधातवः इति किं किनिति च इत्यनेन गुणनिषेधः, वृद्धिनिषेधः च, यक् प्रत्ययः कित् अतः पुगन्तलघुपदस्य च इत्यनेन आदधातुकप्र परे लघु उपदस्य इकः प्रवर्तमानगुणः न भवति. सामान्यधातवः तत्र यक् प्रत्यय आददातुप्रत्यय परन्तु खित् अस्ति, ततः किञ्चित् चायतसूत्रेण गुणनिषेधः वृद्धिनिषेधः अपि भवति. ततः खित् अस्ति चेत् पुगन्तलघुपदस्य कार्यं न करोति, आगच्छति पत्रु इक्वर्ण्यस्य गुणः न भवति, केवलं वर्णमेलनमेव. तदर्थम् अङ्गकार्यं नास्ति, धातवः च यथावत् तिष्ठन्ति. उदाहरणं पट् योगः यक् पच्य पच्ययोगः ते पच्यते इति रूपं, निन्द योगः यक् निन्द्य निन्द्यायोगः ते निन्द्यते, लिक् योगः यक् लिख्य लिख्यते लिख्यते, लिक् धातु इकवर्ण अस्ति उपादायं, परन्तु कित् अस्ति यक् ततः गुणनिषेधः भवति. मुद् अत्रापि उकारः इकवर्ण अस्ति उपादायं, मुद्योगः यक् मुद्य मुद्यते मुद्यते, पुगन्तलघुपदस्य कार्यं न करोति, मुद्यते एव निष्पन्नं भवति. धन्यवादः भगिनि. एतानि इदानीं परिचितसूत्राणि सन्ति, पुगन्तलघुपथस्य च पुगन्तलघुपथस्य च अङ्गस्य एकगुणसार्वधातुक अर्धधातुकयोः. यदि सार्वधातुकया अर्धधातुकप्रत्यय परे अस्ति तो पूर्व स्थित अङ्गस्य उपधायाम् इक् वर्णः अस्ति तस्य गुणः भवति. इदानीम् अस्माकं भावकर्मणे इति तस्य बाधा आगच्छति, कारणकीयात् इति कित् अस्ति तस्य कित् इति भूत्वा च गुणस्य बाधितं भवति कितिङिति च यः प्रत्ययश्चित् कित् अथवा ङित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एच् प्रत्ययकारणात् एकस्थाने गुणवृद्धिः वा भवति सा भवति स्म स गुणवृद्धिः न भवति अनुवृत्तिसहितसूत्रं कितिङिति च एक गुणवृद्धिः न भवति कितिङिति इति सूत्रं वदति यदि कित् ङित् प्रत्ययपरे अस्ति तस्य पूर्वं यत् अङ्गस्य गुणवृद्धिः न भवति इति तस्य सो अस्माकं इदानीं पाठः अस्ति तस्मिन् सार्वधातुकया कित् कित् अस्ति तस्य प्रसक्तिं भवति कित् यदा यथा भवती उक्तवती प्रत्यय कित् अस्ति तस्य त्रीणि कार्याणि भवति इति एकं द्वितीयानुदितां हलधातूनां च इति अनुदितां हलधातूनां च नकारस्य लोपः भवति यत् द्वितीयसम्प्रसारं कार्यम् आगच्छति अतोपधाय इति सूत्रम् अच्छति निति इति प्रत्ययपरे एव अतः यत् कि पदे अनयो प्रसक्तिः नास्ति एव अतोपधायं यदा हलन्तदातु वयं दृष्टवन्तः पठ योगयक् अस्ति सामान्यतया अत उपधाय यदि निति इति यथा लिच् प्रत्यये लिच् पाठे दृष्टवन्तः तत्र उपधायां वृद्धिः भवति किन्तु अत्र निति इति परे नास्ति अतः भावकर्मणि इति कृते तस्य प्रसक्तिः एव न भवति सो अत उपधायां कार्यं न करोति सो उपधायाम् अत्र उपधाया इदानीम् अहं उक्तवती अङ्गस्य उपधाया अत्र वृद्धिः इति अस्ति यदि उपधायां ह्रस्वकारः अस्ति तस्य वृद्धिः भवति इति परे अचोन्यति वदति अजन्त अङ्गस्य अन्तवाण्यस्य वृद्धिः भवति इति प्रत्ययपरे अच अङ्गस्य वृद्धिः इति परे अचोन्यति यथा यदि नि जि अस्ति यदि तस्य अन्ते अचवर्णः अस्ति तस्य नितिरिति परे वृद्धिः भवति यत् नि नै भवति चे चै भवति किन्तु इदानीं नियोगय अस्ति तत् नितिरिति परे नास्ति अत्र चुनति अपि प्रसक्तिः नास्ति अस्मिन् पाठे अस्मिन् उदाहरणे तत्र अचोन्यति आहत्य अचोन्यति अतो उपधाय पुगन्तलघुपद्यस्य तेषां पुगन्तलघुपद्यस्य कार्यं बाधितं भवति अतः उपधाय अचोन्यति तेषां प्रसक्ति नास्ति इति स्मर्तव्यं धन्यवादः भगिनि बहु धन्यवादः भगिनि भगिनि भवत्याः दूरवाण्याः स्टाटिक् ध्वनिः अस्ति भगिनि प्रायः इलेक्ट्रिकल् इक्विप्मेण्ट् किमपि पार्श्वे अस्ति किं दूरवाणी अन्यदूरवाणी किमपि अस्ति चेत् कृपया दूरे स्थापयतु इति बहु स्टाटिक् नोयिस् भवति भगिनि धन्यवादः प्रश्नः अस्ति किं भगिनि गतवर्गे स्वरूप महोदय चर्चितवान् सामान्यदातवः किम् इति न सम्यक् अवगतं भगिनि सुला भगिनि श्रुतवती वा भगिनी यथा इदानीं दत्तमस्ति धात्वपाठे हलन्त्यधात्वपाठे चतुर्विध विभजनं भवति साधु अत्र दत्तमस्ति चतुर्विध भज विभजनमस्ति सामान्यधातव द्वितीय असि येषां धातूनां धात्वा आदेश तृतीय असि सम्प्रसारणधातं चतुर्थमस्ति अनदितः धातव सो महोदय किं उक्तवान् सामान्यधातव अर्थव किं यथा अष्टाध्यायी पुस्तके यदा पाणिनीय अस्ति तत्र प्रथमं विशिष्ट धातूनां यः कार्यम् अस्ति तस्य वर्णम् अस्ति. तदनन्तरं शेष ये धातवः सन्ति तेषां वर्णं भवति. सामान्यधातवः अन्तिमम् आगच्छति. तथैव पुष्पा माता दीक्षिता इति तस्य पाठनस्य अस्ति रीति. सो येषां महोदय उक्तवान् सः प्रथमं सामान्यधातवः लिखितवान्, किन्तु यथा माता पाठयति सा प्रथमं विशिष्टधातवः तेषां पाठनं करोति. सो धातु आदेशः प्रथमं भवति, यथा पा पिब भवति इति. सम्प्रसारणधातवः यथा इदानीं वयं दृष्टवन्तः यक् इति कित् अस्ति, तस्य ते त्रीणि कार्याणि भवति. सो सम्प्रसारणधातवः अनुदितः अनुदितं धातवः तेषां कार्यम्. तदनन्तरं ये सामान्यधातवः तत् पुनः वयं हलन्त अस्ति तेषां विभजनं यथा पूर्वं कृतवन्तः इद् उपधायाम् उत् उपधायां ऋकारान्त ऋद् उपधायाम् इति ते सर्वे सामान्यधातवः सन्ति. यत्र कोऽपि कार्यं न भवति, केवलं वर्णमिलम् आगच्छति. धन्यवादः भगिनि. अस्तु, धन्यवादः. इदानीं सामान्यदातवस्य पठ निन्द लिख मुद् इति सर्वे सामान्यदातवस्य उदाहरणम् अस्ति. तत्र कोऽपि कार्यं नास्ति, केवलं वर्णमेलनम् अस्ति तत्र. धन्यवादः. आम् आं भगिनि. द्वितीयबिन्दुः, येषां धातूनां धातु आदेशः अस् धातुः अस्तेर्भुः इत्यनेन अस् धातोः भू आदेशो भवति आर्धधातुकविवक्षायाम्. अस् योगः यक् अस्तेर्भुः इत्यनेन अस् धातोः भू आदेशः आर्धधातुकप्रत्यये परे भूयोगः यक् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः, निति च इत्यनेन गुणनिषेधः, भूययोगः ते भूयते. अस्तु, इदानीम् अस्माकम् अस् धातोः विषये, यत्र धातु आदेशः भवति इति यदा प्रथमं सामान्यधातवः दृष्टवन्तः, इदानीं येषां धातूनां धातु आदेशः इति तत्र सूत्रमस्ति अस्तेर्भूः इति सूत्रं वदति. आम् अस्ति, अस्ते अस् धातोः भू आदेशो भवति आर्धधातुकविवक्षायाम् इति. अनेकाल्षित् सर्वस्य इत्यनेन सर्वादेशः, इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे अस् धातोः क्षिप् प्रत्यये परे अस्ति इति धातुः षष्टिविभक्तौ अस्तेः आर्धधातुके इत्यस्य विषयसप्तमी अस्तेः षष्टि अन्तं भू प्रथमान्तं द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्तेः भूः आर्धधातुके. इदानीं सूत्रं वदति यदा अस् धातुः अस्ति आर्धधातुकविवक्षा अस्ति चेत् तत्र भू इति आदेशः भवति इति सूत्रं वदति. तत्र अस् धातुः अस्माकम् आर्धधातुकविवक्षा अस्ति इति कृत्वा सार्वधातुके यक् इत्यनेन यक् आदेशः भवति. अस्तु, आस्तेर्भूः इत्यनेन भू आदेशः भवति आर्धधातुकप्रत्यये परे. अस्तु, अनन्तरं किं भवति, भूयोगः यक् यक् तु कित् अस्ति. प्रथमं सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः तु अस्ति आर्धधातुकप्रत्यये परे इति कृत्वा गुणस्य प्रसक्तिः अस्ति, परन्तु बाधितमस्ति ङिति च इति सूत्रेण. कित् अस्ति, यक् कित् अस्ति इति कारणेन तत्र भूयते इति रूपं, गुणनिषेधत्वात् भूयते इति रूपम् आगच्छति. सूत्रम् अत्र अनुवृत्तिसहितसूत्रम् अस्तेः भूः आर्धधातुके. तत्र भूः इति आदेशः भवति, प्रथमाविभक्तौ अस्ति, आर्धधातुकप्रत्यये परे विषयसप्तमी अस्ति. अस्तेः इति तत्र भगिनी विषयसप्तमी न उक्तवती भगिनि, अस्तेः विषये न उक्तवती एव. भगिनि अहं न उक्तवती एव, दार्धधातुकविषये एव उक्तवती, अस्तेः विषये किमपि न उक्तवती. क्षम्यतां, अहं पुनः पुनः शृणोमि अस्तेः सप्तम्यन्तं. न उक्तवती किं, दार्धधातुके विषये सप्तमी अस्ति, भूः इति आदेशः भवति, अस्तेः इति स्थिपा निर्दिष्टम् अस्ति, अस्थि इत्यस्य षष्टिविभक्तिः अस्तेः, अस्तेः इत्युक्ते षष्टि इति कारणेन स्थानीयोगः, षष्टिस्थानीयोगः, तस्य स्थाने भू इति आदेशः भवति आर्धधातुकप्रत्यये परे. धन्यवादः भगिनि, धन्यवादः. सुमन् भगिनि, भगिनि अग्रे पठति किं चक्षुन्धातोः विषये. अस्तु, किञ्चित् समये भवति अन्म्यूट् कर्तुं. क्षम्यतां भगिनि, अहं मम दोषः, अहं श्रुतवती अतः उक्तवती. चक्ष् धातुः, क्षम्यतां, केन सूत्रेण भवति भूस्थिप् वृत्तं, केन सूत्रेण भवति आचार्य महोदय? अत्र इक्ष्टिपौ इति इक्ष्टिप् इति प्रत्ययद्वयं सः, येन केवलं धातुनिर्देशार्थं पाणिनिना प्रयुक्तौ प्रत्ययौ, द्वौ प्रत्ययौ, अन्यतेषां किमपि अन्यप्रयोजनं किमपि नास्ति, केवलं पाणिनीयसूत्रेषु धातोः निर्देशार्थम् इक्ष्टिप् इति प्रत्ययद्वयस्य प्रयोगं कृतवान् पाणिनिः. किमर्थम् इत्युक्ते अस्ति इति धातुः अस्ति. अधुना वयं विभक्तिं रूपं कुर्मः चेत् तस्य कृते प्रातिपदिकस्य आवश्यकता वर्तते खलु, धातुम् उपयुज्य विभक्तिरूपं न कर्तुं शक्यते, प्रातिपदिकम् आवश्यकं. तर्हि प्रातिपदस्य निर्माणार्थम् इक् वा स्टिप् वा सः योजयति पाणिनिः. सामान्यतया अस्माकं कानिचन कृत् प्रत्ययान्ताः सन्ति खलु, येन धातुतः यदि कृत् विधानं भवति चेत्, उदाहरणार्थं तवत् प्रत्ययः, इक्तप्रत्ययः, इक्तप्रत्ययः, तत्र विधानेन किं भवति, धातुतः विधानं भवति, अनन्तरं वयं प्रातिपदिकं प्राप्नुमः. तथा एव धातुतः यदि इक् वा स्टिप् वा वयं स्थापयामः चेत् तदनन्तरं वयं प्रातिपदिकं प्राप्नुमः. तर्हि अस् अस् योगः स्टिप् इति अत्र प्रयुक्तवान् अस्मिन् सूत्रे, तर्हि स्टिप् इत्यस्य ति इति योजयामः, ति इति प्रत्ययः भवति. अनेन किं भवति, अधुना अस्ति इति प्रातिपदिकं निर्माणम् अभवत्. तस्य अनन्तरम् अस्ति इति प्रातिपदिकस्य षष्टिविभक्तिः अस्तेः, उदाहरणार्थं मतिः इत्यस्य मतेः, तथा एव अस्ति इत्यस्य अस्तेः इति रूपम्. अवगतं किं, केवलं सूत्रेषु निर्देशार्थं षष्टिविभक्तिनिर्देशं कथं कर्तुं शक्नुमः धातोः, न शक्यते खलु इति कृत्वा प्रथमं प्रातिपदिकं निर्माय तदनन्तरं सः तस्मिन् विभक्ति योजयित्वा, विभक्तिं योजयित्वा अस्तेः इति रूपं स्थापितम्. अवगतम्? अपि भगिनी एक अन्य बिन्दु, इक् इति स्वभावः अस्ति, स्टेप् इति तस्य सार्वधातुक तिङ् भिन्न सार्वधातुक स्वभावः अस्ति, तस्य शकार पकार भूत्वा तदपि महोदय निर्देशितवान्. अनन्तरं स्मर्तव्यमस्ति तस्य कार्यं न भवति इति, स्टेप् इत्यस्य कार्यं न भवति इति भिन्नविषयः अस्ति, किन्तु अधुना तस्य तावद् वयं न गच्छामः. यत्र वयं यङ्ग्लुक् पश्यामः तस्मिन् सन्दर्भे वयं तादृशभेदाः वयं गच्छामः. तत्र सूत्रे निर्दिष्टा अस्ति, कारणं कि तत्र यङ्ग् अग्रे यद् न आयाति, अग्रिम प्राय करपत्रेषु यद् न आयाति तस्मिन् समये पश्यामः. अधुना तु केवलम् एवमेव अस्ति, धातोः विभक्तिनिर्देशं कथं पाणिनिना क्रियते इत्युक्ते, इक् वा स्टिप् वा योजयित्वा प्रातिपदिकं निर्मीय तदनन्तरं विभक्तिरूपमपि क्रियते. किमर्थं विभक्तिरूपम् आवश्यकं पाणिनीयसूत्रेषु? तेन एव वयं जानीमः खलु किं पूर्वं किं परम् इति अवगच्छामः. पञ्चमी अस्ति चेत् किम् अस्ति परकार्यं, सप्तमी अस्ति चेत् पूर्वकार्यम् इति वयं जानीमः, तदर्थम् अवगतं किं महोदय? आम् सत्यं, सूत्रं किम्? इक्ष्ति वार्तिकमस्ति, इक्ष्तिपौ धातुनिर्देशे इति वार्तिकम् इति वार्तिकं किं विवरणं करोति इत्युक्ते इक्ष्तिप् धातुनिर्देशार्थं प्रयुक्ताः इति प्रयुक्तौ इति. अस्तु अग्रे सुमन् भगिनि कृपया पठतु भगिनि. अस्तु भगिनि, चक्ष् धातुः चक्षिङः ख्या इत्यनेन चक्ष् धातोः ख्या आदेशो भवति आर्धधातुकविवक्षायां. चक्ष् योग यक् चक्षिन्नः ख्यान् इदानीं कार्यं करोति, चक्ष् स्थाने ख्या आदेशः भवति, ख्या योग यकार क्षम्यतां य ख्या योग य ख्यायाय ख्यायाय योगते ख्यायायते रूपं निष्पन्नं भवति. अस्तु, इदानीं तु पूर्वं दृष्टवन्तः खलु चक्ष् धातुः अस्ति चेत् तत्र विशेषधातुः अस्ति, तस्य स्थाने ख्या धातु आदेशः भवति. सूत्रमस्ति चक्षिणः ख्यान्, तत् सूत्रं वदति चक्ष् धातोः ख्या आदेशः भवति आर्धधातुकविवक्षायाम्. अनेकाश्चित् सर्वस्य इत्यनेन सर्वादेशः भवति इत्युक् अस्तु, आर्धधातुके इत्यस्य विषय सप्तमी, चक्षिन्नः षष्ट्यन्तं, ज्ञान् प्रथम्यन्तं, द्विपदम् इदं सूत्रम्. आर्धधातुके इत्यस्य अधिकारः अनुवृत्ति सहितसूत्रमस्ति चक्षिन्नः ख्यान् आर्धधातुके. इदानीं तु आर्धधातुक आर्धधातुकविवक्षायां चक्ष् धातु तस्य स्थाने ख्या आदेशः भवति, कर्मणि भावे रूपं ख्यायते भवति. तत्र इदानीं तु धातु आदेशः अस्ति, अनेकाल् अपि अस्ति, अतः इदानीं तु अन्तिमवर्णस्य स्थानेन आदेशः भवति, सम्पूर्ण पदस्य स्थाने आदेशः भवति. उत्तमं भगिनि. अग्रिम मम कर्करपत्रे सूत्रस्य पूर्णव्याख्यानं नास्ति, किन्तु अग्रे चक्षिङः ख्याय् इत्यनेन चक्षिङ् धातोः आर्धधातुकप्रत्ययपरे ख्याय् आदेशः इति तद् पठितवती किम्? भगिन्यः प्रायः पुरातनकरपत्रं किमपि स्यात्, जालपुटे तु नास्ति. अग्रे अपि पठति किं भगिनि? अग्रिमपङ्क्तिमपि अस्ति किं भवत्याः करपत्रम्? अज् धातुः खलु, एकनिमिषम् इदानीं तस्मात् भगिनः करपत्रं नास्ति इति मन्ये. रिफ्रेश् एकनिमिषं भगिनी, रिफ्रेश् कृतवती, पश्यामि. दूरवाण्याः अपि प्रतिध्वनिः अस्ति भगिनि, यदि हेड्सेट् न धरति चेत्, स्पीकर् फोन् मध्ये अस्ति चेत् कृपया हेड्सेट् धरतु भगिनि. कम्प्यूटर् आडियो अस्ति भगिनि. कम्प्यूटर् मध्ये हेड्सेट् धृतवती किम्? न, तदेव हेड्सेट् धरतु, कम्प्यूटर् आडियो चेत् अपि हेड्सेट् धरतु, नो चेत् प्रतिध्वनिः अस्ति. ओ अस्तु अस्तु, इदानीं किञ्चित् बृहत् अस्ति चक्षिन् ख्यान्, तत् इत्यनेन चक्षिन् धातोः आर्धधातुक प्रत्ययपरे ख्यान् आदेशः, किन्तु अत्र भाष्यकारः वदति यत् क्षादि, क्षम्यतां, क्षादि यम आदेशः इत्युक्तौ आदेशः क्या न अपि अपि तु क्षा अस्ति तदा चत्वादेशेन क्षा न न किं भवति क्षा भवति अपि च अपि च पूर्वत्र सिद्धम् इति अधिकारे एकं वार्तिकम् अस्ति क्षानः शस्य यो वा वक्तव्यः अनेन क्षान् इति आदेशस्य शकारस्य विकल्पेन यकारदेशः भवति फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिन् धातोः स्थाने ख्यान् ख्यान् इति द्वौ क्षम्यतां ख्यान् क्षान् इति द्वौ आदेशौ सिद्धौ एकवारं ख्यान् अपरस्मिन् पक्षे ख्यान् क्षम्यताम् एतत् अहं पूर्वं न दृष्टवती अस्तु इदानीं तु ख्यायते अपि भवितुं शक्नोति क्षायते अपि भवितुं शक्नोति आं भगिनि धन्यवादः म्यूट् भवति किं भगिनि तत्र ध्वनिः इदं सम्यक् वा वदतु इतोपि अस्ति यत् अहम् उक्तवती तत् सम्यक् वा हा आं भगिनि बहु समीचीनम् उक्तवती सत्यं तदेव अस्ति भगिनि नूतन अस्मि दोषः करिष्यामि वा न इति न बहु सम्यक् उक्तवती भगिनि सम्यक् अस्ति धन्यवादः सामान्यतया किम् इत्युक्ते पाणिनेः सूत्रेषु केवलं क्षा इत्येव दत्तम् अस्ति क्षा इत्यस्य उल्लेखः एव न दृश्यते खलु तदर्थं भाष्यकारः किं वदति इत्युक्ते साक्षात् पश्यामः चेत् अत्र तु क्षा इति आदेशः नास्ति आदौ तु क्षा इक् क्षा इति आदेशः भवति इति यत्र इक्षा इति भवति तथा इक् क्षा इति भवति अनन्तरं सः किं वदति अत्र वार्तिकमपि अस्ति अनेन किम् अस्ति इक्षा इत्यस्य क्षाङः शस्य यो वा वक्तव्यः इति वार्तिकमस्ति अनेन किं भवति इक्षाय् इति धातोः षकारस्य स्थाने यकारः अपि भवितुमर्हति तर्हि एकस्मिन् पक्षे इक्षा अन्यस्मिन् पक्षे इक्या इति यत्र इक्षा इति भवति तत्र तु चर्तसन्धिं भूत्वा अत्र अल्पप्राणककारः भवति तर्हि इक्षा इति एकं रूपम् अन्यत्र तु इक्षा इति इक्या इति रूपं तर्हि धातुद्वयं तत्र एव भवति अनेनैव धातुद्वयं विद्यते तर्हि यत्र पाणिनेः सूत्रे किम् उक्तमस्ति चक्षिङ्गः ख्या इति आदेशः इति उक्तमस्ति तर्हि यत्र यत्र ख्या इति आगच्छति तत्र तु रूपद्वयमपि भवति ख्यायते क्षायते इति रूपद्वयमादेश अपि भवति यत्र यकारस्य स्थाने एकारः अपि एकस्मिन् पक्षे भवति इति अर्थः चत्वसन्धि कुत्र भवति किं रूपं निष्पन्नते भगिनि प्रथमं तु ककारः अस्ति महाप्राणककारः अनन्तरं चकारः अस्ति खलु तर्हि षकारः यत्र अस्ति तत्र तु भवितुं शक्नोति अनन्तरम् अन्यस्मिन् पक्षे तु यत्र यकारः आयाति तत्र तु चर्तसन्धिः न भवति यकारे परे इति कृत्वा महाप्राणसकारः एव तिष्ठति तस्मिन् पक्षे धन्यवादः भगिनि अग्रे सरेम मणिमहोदय कृपया अजिधातुः विषये आं महोदय अजिधातुः अजेर्व्योः इत्यनेन अज् धातोः वि आदेशो भवति अर्धधातुकविवक्षायां नये आप्रत्ययो वचयित्वा अज् योः यक् अजेर्व्यः गञ्जभो इत्यनेन वि योः य वीय योः ते वीयते सूत्रं पठामि महोदय अजेर्व्यः गञ्जभोः अजिदादोः वि आदेशो भवति आददातुकविवक्षायां गञ् आप् प्रत्ययो वचयित्वा अनेकाचित् सर्वस्य इत्यनेन सर्वादेशः इक्स्तिभौ दादु निदे वक्तव्यम् इति वार्तिकेन धातुनिर्देशे अज् धातोः इक् प्रत्ययः परे अजि इति धातुः षष्टिविभक्तौ अजेः नञ् अप् च तयोरितरेतरदन्तः नञ् भोः न गैभोः अगैभोः तयोरितर तयोः गैभोः अजेः षष्ट्यन्तं वि अविभक्तिभक्तिभक्तिभक्तिभक्तिम् ऐभोः सप्तम्यन्तं त्रिपदं सूत्रम् आददातुको आददातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अजेः वि आददातुके अगैभोः इति सूत्रेण अत्र सूत्रं वदति अजिधातुः सम्पूर्णतया परिवर्तनं भवति वि इति कुत्र कुत्र भवति इति आर्धधातुके कक्षायामेव भवति परन्तु नञ् अप् प्रत्यय विहाय अन्यत्र पूर्णतया अजिधातुः वि इति आदेशः इति दत्तम् अनन्तरं मैक्सिकौ धातुनिर्देशे इति वार्तिकेन एव अत्र षष्टिभक्तौ अज् धातुः अजेः इति षष्टिभक्तौ भवति प्रातिपदं निर्माणार्थे अनन्तरं अधः अजेः इति अर्थः अजेः इति षष्ट्यन्तं तस्य स्थाने वि आदेशः पूर्णतया इति दत्तम् उदाहरणं पठामि महोदय अनन्तरं तस्य तदेव महोदय तदेव अस्ति खलु आमाम् अस्तु महोदय अत्र तर्हि किम् इत्युक्ते अत्र पश्यामि अज् धातोः अर्थः तु अत्र अज् इति गतिक्षेपणयोः टु गो टु ड्रैव् टु थ्रो टु रैड् इति अर्थः अर्थः अत्र रूपाणि पश्यामः चेत् भ्वादिगणस्य धातुः अस्ति अजति अजतः अजन्ति इति त्यजति क्षिपति इति अर्थे गच्छति इति अर्थेपि प्रयोगः स्यात् तर्हि तादृश अज् धातोः वि आदेशः भवति आर्धधातुकविवक्षायाम् इति तर्हि आर्धधातुक तु अत्र आशीर्लिङ्ग् पश्यामः चेत् वि यात् इति रूपं प्राप्नुमः आम् तर्हि अत्र किम् अस्ति अत्रापि तर्हि यक् प्रत्ययः आर्धधातुकः अस्ति इति कृत्वा वि आदेशः भूत्वा दीयते इति रूपं वि इति अत्र वि इति यद्यपि आदेशः धातु आदेशः धातोः स्थाने अन्य आदेशः भवति किन्तु वि इति पृथक्तया अन्यधातुः इति न पश्यामि केवलं वि इति पूर्णतया आदेशः भवति इति एव मन्ये अनेकाल् इति कृत्वा सर्वस्य आदेशः दीयते इति रूपं तावदेव प्रश्नः अस्ति किल नास्ति चेत् अग्रे गच्छामः आगच्छेम सौम्यमहोदय कृते पठति किल सौम्यमहोदय धै अप्रत्ययः प्रत्ययाः सन्ति किं भगिनि घञ् अज् धातो घञ् अप्रत्यय परे यदि अस्ति तत्र वीणा आगच्छति साधु किन्तु ते कीदृशप्रत्ययाः सन्ति घञ् अप्रत्ययः घञ् इति अहम् एव किम् अस्ति तद्धितप्रत्ययः इति मन्ये भगिनि अस्तु अपि तद्धितस्ति किं भगिनि प्रत्यये दत्तमस्ति अत्र साधु घञ् द्वे अस्तु न श्रूयते भगिनि एकनिमिषं भगिनि अहं तु पश्यन्ती अस्मि घञ् अस्ति खलु घञ् कृत्प्रत्ययः नास्ति भगिनि उदाहरणार्थम् अत्र घञ् इति कृत्प्रत्ययः विषयमेव आं भगिनि उदाहरणार्थं सन्देश सन्तोष इत्यस्मिन् यत्र अत्र तु सं दिश् अनन्तरं घञ् इति प्रत्ययः भगिनि सन्तोष इत्यस्मिन् अपि घञ् प्रत्ययः अस्ति कृत् प्रत्ययः सन्ति अनन्तरम् अप् इति प्रत्ययः पश्यामः चेत् अप् अपि कृत् प्रत्ययः एव भगिनि. अत्र एक कृत् प्रत्ययावली इति आगच्छति भगिनि अष्टाध्यायी. उदाहरणार्थं रूपं वदतु भगिनि यत्र अप्रत्ययस्य अपि वा. सूत्राणि एव दत्तं प्रायः. अस्तु एकं वदामि. भावातकाः इति दत्तमस्ति. भावातकत्वं घटत्वं करः धरः शरः इति लवः पवः तादृश. सौम्यमहोदय अग्रे पठति किं म्यूटेड् अस्ति भवान्. सौम्यमहोदय अन्म्यूट् कृत्वा आगच्छतु महोदय. स्टार् सिक्स् इति नोदयित्वा अरुणा भगिनी पठति किं भगिनि. आं भगिनि. जन्सन्दः तदेव जन्सङ्ख्य दातवः ये विभाषा इत्यनेन जन्सङ्खन् येषां धातूनां किं भगिनि येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशः भवति यकारादि कितिनिति प्रत्ययपरे अत्र आत्वपक्षे जन् योगः यक् ये विभाषा इति सूत्रेण नकारस्य स्थाने आत्वम् आगच्छति. ज योगः य जाय जाय योगते जायते इति रूपम् आत्व अपक्षे जन् योगः यक् जन् योगः य जन्य जन्यते इति रूपं तदेव संयोगः यक् साय सन् नकारस्थाने आगच्छति सा योगः यक् साय सायते वा संयते इति द्वेरूपं. खन् योगः यक् खायते खन्यते इति विकल्पेन द्वेरूपे स्तः. ये विभाषा इति सूत्रं जन् सन् खन् येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि किनिति नित्य प्रत्ययपरे अलोन्त्यस्येन अन्तादेशः. ये सप्तम्यन्तं विभाषाप्रथमान्तं द्विपदमिदं सूत्रं जनशनखनां जञ्झलोः सञ्झलोः इत्यस्मात् जनसनखनाम् इत्यस्य अनुवृत्तिः विद्वनोरनुनासिक स्यात् इत्यस्मात् आत् इत्यस्य अनुवृत्तिः अनुदात्त उपदेश वन्निदेश देशौ अनितनयौ अतितनोत्यादिनाम अनुनासिकलोपो झलि किति इत्यस्मात् क्निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुभूतिसहितसूत्रं जनशनखनाम् अङ्गस्य आत् ए निति कितिनिति विभाषा सूत्रं वदति जनसनखन् धातूनां नकारस्थाने विकल्पेन आकारादेशः भवति यकारादि किञ्चिन्ति प्रत्ययपरे अलन्तस्य परिभाषेण अन्त एव आदेशः भवति अन्तादेशः भवति ततः सन् इति धातु सन् नकारस्थाने आगच्छति सा इति रूपं सा योगः या योगते सायते इति रूपम् अत्र अनुभूतिसहितसूत्रम् अङ्गस्य जनसनखनाम् अङ्गस्य आत् ए किनिति विभाषा इति पूर्णतया सूत्रमस्ति. धन्यवादः भगिनी. जनसनखनां सञ्जलोः इति सूत्रात् सर्वेषामपि धातूनां त्रयाणामपि धातूनाम् अस्तु भगिनि. प्रश्नः नास्ति खलु, अग्रे करेम सरला भगिनी कृते अग्रे तन् धातु तनोते यकि इत्यनेन तन् धातो विकल्पेन आकारादेशो भवति यक् प्रत्यये परे आत्वपक्षे तन् योग यक् ता योग य ताय ताय योग ते तायते आत्वपक्षे तन् योग यक् तन् योग य तन्य तन्यते तन्यते सूत्रमस्ति तनोते यकि तन् धातोः विकल्पेन आकारादेशो भवति यक् प्रत्यये परे अलोन्त्यस्य इत्यनेन अन्त्यादेश तनोते षष्ठ्यन्तं यकि सप्तम्यन्तं द्विपदं सूत्रं विन्नो र न सिक् स्यात् इत्यस्मात् आत् इत्यस्य अनुवृत्तिः ए विभाषा इत्यस्मात् विभाषा इत्यस्य अनुवृत्ति अनुवृत्तिसूत्रं तनोते आत् यकि विभाषा तथा जनसंलखन अस्ति तथैव तन् धातो अपि यक् परे पत्य परे तस्य विकल्पेन आत्वम् आत्वा आदेश भवति एकपक्षे आत्वं भवति अन्यपक्षे आत्वं न भवति यत् पक्षे आत्वम् आगच्छति नकारस्य स्थाने तत् अनुबन्धालोपानन्तरं ताय भवति नकारस्य स्थाने आकार आगच्छति ताय योग यक् योग तायते आगच्छति यत् पक्षे आत्वं न भवति तत्र नकारस्य तथैव तिष्ठति सो केवलं वर्णमेलनम् अस्ति तन्यते इति भवति धातु विकल्पेन आकारो आदेश भवति धातु इदानीमपि तनोति इति क्षिपो निर्देशवाचकेन अत्र क्षिप् निर्देशम् अस्ति तन् धातु योगक्षिप् इदानीं क्षिप् इति कारणकी पकार अस्ति तत्र तन् तस्य तत्र भवति तन्नु अस्ति धातु वस्तुतः तस्य गुणः भूत्वा तनोति इति भवति तनोति आगच्छति तस्य षष्ठीविभक्ति तनोते इति भवति सूत्रे तनोते यकि इति आगच्छति अतः साधु तनोते अनुवृत्तिसत्रं तनोते इति षष्ठीविभक्ति आत् प्रथमाविभक्ति तत् विधानं भवति तस्य यकि अस्ति सप्तमी विभक्ति यक् प्रत्यये परे अस्ति विभाषा अस्ति विकल्पेन एकपक्षे आत्म एकपक्षे आत्म नास्ति. धन्यवादः भगिनि. म्यूट् मध्ये वदन्ती अस्मि भगिनि. अत्र अग्रे सम्प्रसारणि दातवः इत्यस्मिन् कुतः पर्यन्तं महोदय समापितवान्? वयं अभ्यासः अस्ति न तत्र प्रश्च पर्यन्तं कृतवन्तः अभ्यास. अस्तु भगिनि, बहु किमपि कृतवान्. धन्यवादः भगिनि. अस्तु समप्य भगिनि अग्रे सम्प्रसारिणी दातवः. आम् भगिनि, सम्प्रसारिणी दातवः यक् प्रत्ययः कित् अतः वचिस्वपि जादीनां किति ग्रहीज्या वै व्यधि वृष्टि वृष्टि विच्छति विच्छति पृच्छति भुजतीनाम् इति च इति सूत्राभ्यां सम्प्रसारणं भवति. वचिस्वपि यजादीनां किति तत्र वच् स्वप् यज् वप् वह् बस् बद् मे हे श्वि अनन्तरं मे इति इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे. यज् आदिर् येषां ते यजादयः वचिश्च स्वपिश्च यजादयश्च तेषाम् इतरेतरद्वन्द्वो वचिस्वपि स्वपि यजादयः तेषां वचिस्वपि यजादीनां वचिस्वपि यजादीनां षष्ट्यन्तं किति सप्तम्यन्तं द्विपदमिदं सूत्रं ष्यङ्गः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं वचिस्वपि यजादीनां सम्प्रसारणं किति. इदानीं यत्र सम्प्रसारिणी दातवः इति तृतीय विधदातवः अस्मिन् प्रसङ्गे तत्र यक् प्रत्ययः कित् अस्ति अतः तत्र सम्प्रसारणकार्यं भवति. सूत्रद्वयम् अस्ति वचिस्वपि यजादीनां किति अनन्तरम् अस्माकं परिचितसूत्रं ग्रहिज्या इति सूत्रेण सम्प्रसारणकार्यं भवति. अत्र वचिस्वपि यजादीनां किति सूत्रं किं वदति इत्युक्ते, तत्र दातवः परिगणितदातवः अस्ति वच् स्वप् यज् वप् वह् वस् वद् वे ह्रे श्वी वेञ्ज् एतेषां सम्प्रसारणकार्यं भवति किति प्रत्यये परे इति सूत्रं वदति. द्वितीयसूत्रं तु परिचितसूत्रमेव, ग्रहीजा वै व्यधि वष्टि विचति विचति पृच्छति भुजतीनां ङिति च इति. तत्रापि परिगणितदातवः सन्ति ग्रही जा वै व्यद् वश् व्यच् व्रच् प्रच् व्रश्च, येषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे. अतः भेदः इत्युक्ते तत्र वचिस्वप स्वपि यजादीनां तत्र किति प्रत्यये परे एव सम्प्रसारणं भवति, परन्तु द्वितीयसूत्रेण किति ङिति प्रत्यये परे सम्प्रसारणकार्यं भवति इति. तत्र अनुवृत्तिसहितसूत्रं ग्रहीजा वयि व्यधि वष्टि विचति वृच्छति वृच्छति वृजतीनां कितिङिति च सम्प्रसारणं, तत्रापि ष्टिपा निर्दिष्टमस्ति, इक् इक् अपि निर्दिष्टमस्ति किल भगिनि. अत्र ग्रही वयि इति इका इक् इत्यनेन निर्दिष्टम्, वृच्छति पृच्छति विचति वृच्छति वृच्छति वृजति इति ष्टिपा निर्दिष्टम्. ग्रही वयि व्यधि वष्टि इति इक्, अनन्तरं विचति वृच्छति पृच्छति बृञ्जति इति ष्टिप् निर्देशः. ष्टिप् अत्रैव अनेन सूत्रेण यङ्लुकि विचति वृच्छति पृच्छति बृञ्जति बृञ्जति इति चत्वारः दातवः सन्ति खलु, तेषां कृते यङ्लुकि कार्यं न भवति इति. अत्र तु किमपि भेदः नास्ति, तत्र कार्यं भवति. एतत् कित् येन कारणेन एव सूत्रद्वयं किल भगिनि, तत्र द्वितीयसूत्रे किति इति प्रत्यये परे इति दत्तमस्ति, प्रथमसूत्रे किति परे एव कार्यं भवति इत्यनेन एव सूत्रद्वयं किल. सत्यम्. उदाहरणार्थम् इति उक्तप्रत्ययस्य तु उक्तम् इति भवति, सुप्तम् उक्तम् इष्टं वक्तम् इति भवति, किन्तु यत्र किति ङिति इति अस्ति इति कृत्वा यत्र अपित् अस्ति चेदपि अत्र ग्रहीजा वै इति तादृश तस्य ङित् अस्ति चेदपि कार्यं भवति. उदाहरणार्थं ङित् इति प्रत्ययः कुत्र अस्ति भगिनि, यत्र केवलं अत्र प्रश्नः कः किं प्रश्नः अस्ति एवम् अस्ति भगिनि, अत्र यत्र वचस्वपि यजादीनाम् इति अस्ति खलु, तर्हि वचस्वप् किति परे वयं दृष्टवन्तः उक्तप्रत्ययः उक्तवान् सुप्तवान् भवतु अस्ति कृत्वा तस्य, अत्र ग्रहीजा इत्यस्य उदाहरणम् अहं तु नित् इत्यस्य कृते अहं चिन्तयामि, यत्र नित् इति गृह्णाति तत्र न अस्ति इति कृत्वा अपित् अस्ति इति कृत्वा वयं गृह्णाति इति कुर्मः खलु अस्माकं रूपं, तत्र स्नाप्रत्ययः अपित् अस्ति इति कृत्वा अपित् अस्ति इति कृत्वा अत्र सार्वधातुकम् अपित् इत्यनेन नित्वद् भवति, अनन्तरम् अत्र सम्प्रसारण नित्वद् भवति इति कृत्वा गृहीजा वै इत्यनेन सम्प्रसारणकार्यं भवति. अस्तु, तदेव भेदः उषितः इति एकं रूपम् अस्ति भगिनि, वक् धातुः उषितः उषितवान्, नीति तु उष्टः इति भवति, नीति प्रत्यये परे नीति तस्य नीति अपि तस्य उष्टः उष्टः ग्रहीजा इत्यनेन. समीचीनं, धन्यवादः भगिनि. इत्युक्ते प्रथमं सूत्रं तु तत्र कित् एव भवितव्यम्, अपेत् वा अन्य किमपि अस्ति चेत् तत्र तत्र सूत्रस्य प्रसक्तिः नास्ति। सत्यं भगिनि, ग्रहीजा वै इति यत्र यत्र अपित् अस्ति, कित्तु वा निक्तु वा अनन्तरम् अपित् अपि कित्वत् भवति इति कृत्वा अपित् अस्ति चेदपि तत्र कार्यं भवति। अस्तु, उत्तमम्। किन्तु अत्र तु द्वयमपि कार्यं कर्तुं शक्नुतः, यतोहि यक् तु कित् अपि अस्ति अपित् अपि अस्ति। यत्र केवलम् अपित् इति वयं किं यत्र कित् अस्ति, कित् तु द्वयोः इति कृत्वा तदेव स्वीकुर्मः। उभयत्र उभयोः अपि अग्रे पश्यामः। धन्यवादः भगिनि। अत्र सुमन् भगिनी पठति किम् अत्र अग्रे इज्ञनः सम्प्रसारणम् इति सूत्राणि? आं भगिनि, इज्ञनः सम्प्रसारणं यन् स्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणं संज्ञा भवति। इक् प्रथमान्तं, यणः षष्ट्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं यणः इक् सम्प्रसारणम्। अत्र एतत्तु संज्ञासूत्रम् अस्ति। यन् स्थाने यथा क्रमेण इक् वर्णः आदेशः भवति तस्य नाम भवति सम्प्रसारणम् इति। अग्रे अग्रे अस्तु, सम्प्रसारणाच्च सम्प्रसरण संज्ञकः वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः भवति। सम्प्रसारणात् पञ्चम्यन्तं च अव्ययं पदं द्विपदम् इदं सूत्रम्। इको यनचि इत्यस्मात् अचि अमि इत्यस्मात् अचि अमि पूर्वः इत्यस्मात् पूर्वः अयोः अनुवृत्ति भवतः। एकः पूर्वः परयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति। सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वसंहितायाम्। सम्प्रसन्न संज्ञा वर्ण अस्ति चेत् अपि च अचि परे अस्ति चेत् पूर्वपरयोः स्थाने एकः एव पूर्वसवर्ण आदेशः भवति। अग्रे अग्रिम अचिवर्णस्य लोपः भवति, सम्प्रसारणवर्णस्य पूर्वपरयोः स्थाने केवलं सम्प्रसारणवर्णः एव तिष्ठति इति। उदाहरणार्थं अत्र वच् इति अस्ति, वच् इत्यस्य वकारस्य उकारत्वं भवति खलु इज्ञनः इत्यनेन, इज्ञनः सम्प्रसारणम् इत्यनेन। अत्र सम्प्रसारणविदायकसूत्रं तु वचिष्यति युगादीनां कृते इति सूत्रम्। अनेन सम्प्रसारणकार्यं निदीयते। सम्प्रसारणकार्यं किम् इत्युक्ते यण् स्थाने इक् आदेशः इति। तर्हि बकारस्य स्थाने उकारः आयाति, उकारः अनन्तरं बकारोत्तवर्ति यत् अकारः अपि अस्ति खलु, तर्हि उकारः अकारः चकारः इति अस्ति अधुना किं भवति, तर्हि उकारः अकारः इति अस्ति, तर्हि उकारकारयोः स्थाने केवलम् उकारः तिष्ठति, अकारः अपगच्छति, तर्हि उच् इति भवति, उच्यते इति अस्ति। अपदान्ते इदानीं तु अन्य किमपि तत्र वदति अस्ति चेत् तत्र अपि अकार गच्छति, उदितवान् भवति। किं भगिनि, अत्र तु सम्प्रसारणकार्यं सम्प्रसारणविधायकसूत्रम् इति अहं सूत्रद्वयमेव जानामि, उभयत्र वदति तत्र अपि सम्प्रसारणं भवति खलु, वदति अस्ति चेत् तव तु रूपमस्ति उदितवान्। तत्रापि वद् धातु तत्र व अ अस्ति, तत्र तत्र अपि अकार गच्छति, उ एव तिष्ठति. अग्रे अग्रे अपि अस्ति, अग्रे पूरयतु भगिनि, पूरयतु. अस्तु, न सम्प्रसारणे सम्प्रसारण, सम्प्रसारणे परे पूर्व पूर्वं स्थितस्य सम्प्रसारणं न भवति. न अव्ययपदं सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदम् इदं सूत्रम्, सूत्रं सम्पूर्णं. न सम्प्रसारणे सम्प्रसारणम् इत्युक्ते वर्णद्वयम् अस्ति चेत् एकस्मिन् परे अनन्तरम् अपि द्वौ अपि यन् प्रत्याहारे स्तः चेत् इदानीं तु पूर्व स्थितस्य सम्प्रसारणं न भवति. यत् वर्णं पर पर यत् यः वर्णः पर अस्ति तस्य एव सम्प्रसारणं भवति. उदाहरणं वदति किं भगिनि अत्र? उदाहरणं ये इति धातुः अस्ति, ये इति धातुः, ये इति धातोः तु वकारः यकारः. अत्र सम्प्रसारणवर्णाः इत्युक्ते यत्र वकारः यकारः रेपः इति मिलित्वा कुत्रचित् अपि किमपि धातु अस्ति खलु भगिनि, तत्र भवति ततः एव यकारः वकारः, वकारः यकारः, वकारः रेपः, रेपः वकारः, यकारः रेपः, यत्री त्रयः वर्णाः सन्ति खलु. यत्किमपि आर्डर् भवतु तर्हि वकारः यकारः रेपः वर्णद्वयं मिलित्वा आगच्छतः, संयुक्तक्षररूपेण आगच्छतः चेत् तत्र तु सम्प्रसारणे सम्प्रसारणं भवति चेत् वि भवति, न तु उय. ये इति एकारः अस्ति, ये योगः चित् इक्तप्रत्ययः वकार यकार अस्ति चेत् तत्र वि भवति न तु उय. तदेव सोपानेन वदति किं भगिनि, वकारः यकारः एकारः अनन्तरं तवतु इति स्वीकृत्य. ओ व्ये धातु वा अन्तिमधातु वचिस्वति यजादीनां कृते इति अस्ति खलु. अस्तु, इदानीं तु न सम्प्रसारणे सम्प्रसारणं कार्यं करोति, अतः वकारस्य सम्प्रसारणं न भवति, यकारस्य भवति. इदानीं तु वि भवति, अनन्तरं सम्प्रसारणात् च इति कार्यं करोति किम्? प्रथमं तु बकारः यकारः एकारः इति अस्ति सन्ति, बकारस्य सम्प्रसारणं न भवति, न सम्प्रसारणे सम्प्रसारणमाध्यमेन. तर्हि यकारस्य सोपानं त्यक्तुम् आगच्छति, तदर्थम् अहं वदामि. तर्हि वकारः यकारस्य स्थाने इकारः, अनन्तरम् एकारः अपि अस्ति खलु, तर्हि तस्य का स्थितिः इति वक्तव्यं, तर्हि वकारः इकारः एकारः इति आगच्छति. तर्हि इकार एकारयोः तु सम्प्रसारणात् इति सूत्रेण इकार एकारयोः तु इकारः पूर्ववर्णः आगच्छति इति कृत्वा वकारः इकारः इति तिष्ठति, तर्हि वि इति प्राप्नुमः. तर्हि वियोगः तव तु वितवान् इति प्रायः स्यात्, तथा एव वीयते इति रूपम् अत्र अस्माकं खलु. अत्र तु दीर्घत्वम् अकृत्सार्वदातके दीर्घः इत्यनेन प्रायः वीयते इति भवति. आम् अस्तु, तथा अस्ति. आम् अन्यत् किमपि वक्तव्यं किं भगिनि? न भगिनि, अग्रे सरणं. तर्हि मणिमहोदय, भवान् अत्र अभ्यासः इति अस्ति खलु, तर्हि ग्रहि अस्ति इति सोपानानि. आं महोदय, ग्रहयोः यक् अत्र इज्ञनः इति सूत्रेण रेपस्य एव सम्प्रसारणं भवति. अत्र ऋ अस्ति, रेपः ऋ भवति, अनन्तरं रेपस्य तस्य अकारः अपि भवति. ऋकार अकारयोः पूर्वरूपमेव भवति, ऋ इति भवति, गृह् इति नूतनरूपं. गृह्योः यक् योः ते अकारः लोपो भवति, गृह्यते इति पूर्णतया रूपं भवति महोदय, सम्प्रसारणस्य अनन्तरं. धन्यवादः महोदय, धन्यवादः. सोपानानि उक्तवान्, धन्यवादः. ब्रश् इति अरुणा भगिनी वदति किल. स्वामी महोदय, भवान् वक्तुमिच्छति किल? म्यूटेड् अस्ति भवान्. नचित् अरुणा भगिनी वदतु. ब्रश्च योगः यक्, ब्रश्च अत्र इयन् सम्प्रसारणं वकार रेफा अकार अस्ति, रेफा स्थाने रुकार आगच्छति. किमर्थं वकारस्य न भवति भगिनि? वकारः अपि सम्प्रसारणी वर्णः अस्ति. न सम्प्रसारणे सम्प्रसारणं भगिनि सूत्रेण. इति सोपानम् उक्तं. न सम्प्रसारणे सम्प्रसारण किं भगिनि? इत्यनेन वकारस्य सम्प्रसारणं न भवति, केवलं रेफस्य एव भवति. रेफस्य स्थाने तदनन्तरं सम्प्रसारणाच्च इति सूत्रेण ऋकार अकार विषये पूर्वपरिहो ये पूर्वरूपमे एक रूप आदेशः भवति. वृश्च वृश्च योगः वृश्चयक् वृश्चयते इति रूपं निष्पन्नं भवति भगिनि. श्रूयते वा भगिनि? क्षम्यतां, म्यूट् मध्ये आसं. वृश्यते इति रूपं खलु? धन्यवादः भगिनि. अन्यसन्धिकार्यं किमपि न भवति. किमर्थम् इत्युक्ते यक् प्रत्ययः तादृशः अस्ति, तावद् हल्सन्धिकार्याणि न सन्ति एव यक् प्रत्ययपरे. अग्रे तर्हि सरलं भवति अस्माकं कृते, नो चेत् हल्सन्धिकार्याणि अपि द्रष्टव्यं, तत्र तादृशकार्याणि न सन्ति. रामप्रिय भगिनी, क्षम्यतां, सरला भगिनी भवती वदति अग्रे पृच्छति. सरला भगिनी म्यूट् अस्ति. क्षम्यतां, म्यूट् आसम् वदन्ती अस्मि, म्यूट्. प्रच् इति ग्रहीजा वै व्यधि वष्टि इति सूत्रं सम्प्रसारण विधायकसूत्रं कार्यं करोति. पकारस्य सम्प्रसारणं न भवति. रेफस्य तस्य स्थाने इज्ञान् सम्प्रसारणम् इति सूत्रेण इक् आदेशः भवति. सो रेफस्य स्थाने ऋकार भवति. सो ऋकार तस्य अनन्तरम् अकार अस्ति. ऋकार अकारवयो सम्प्रसारणं च तस्य पूर्वपरयो स्थाने पूर्व रूपतिष्ठति. सो इति भवति. पृच्छ पृच्छते इति आगच्छति. पृच्छ, बहु धन्यवादः भगिनि. पृच्छते इति रामप्रिया भगिनी भगिनी ब्रज् इति ब्रश्च इति धातुः. ब्रश्च योगः यक् इति अस्माकं प्रत्ययः. ब्रश्च इति कृत्वा तत्र ग्रहीजा इति सूत्रेण एव सम्प्रसारणं विधीयते ब्रश्च धातुः. तत्र बकारः रेपः सकारः जकारः अस्ति. तत्र रेपस्य स्थाने ऋकारः आदेशः भवति. इज्ञनः सम्प्रसारणम् इति संज्ञासूत्रेण. आम्, तत्र अनन्तरं सम्प्रसारणाच्च इति सूत्रेण सम्प्रसारणसंज्ञकवर्णः ऋकार अचिपरे पूर्व परयोः स्थाने पूर्वरूपादेशः भवति. अतः ऋकारः एव बृस्ज्यते इति रूपं. सकारजकारयोः भवति किल चित्वं भवति तदेव तदनन्तरं भृज्यते इति आगच्छति भगिनी पुनः वदति वा भृज्य प्रथमं ष्टोश्चुनाश्चुः चुहुतशकारः आगच्छति तालवीयशकारः तदनन्तरं झलाञ्चषि जकारः भृज्यते भृज्यते आम् आम् समीचीनम् अग्रे सुमन् भगिनी भगिनी व्यद्यति धातुः विषये वक्तुं शक्यते श्रूयते अस्तु इदानीं तु व्यद्धातु वचि स्व पीय जातीनां किति सूत्रेण तत्र सम्प्रसारणं भवति तत्र वकार अस्ति अनन्तरं यकार अस्ति न सम्प्रसारणं सूत्रेण यकारस्य एव सम्प्रसारणं भवति न तु वकारस्य इदानीं वि वकार इकार अकार चकार धकार क्षम्यतां अस्ति इदानीं सम्प्रसारणात् च सूत्रेण इकार अकारयोः तयोः मध्ये अकारस्य लोप तयोः स्थाने इकार एव आदेशः भवति अतः इदानीं विद् इति नूतनधातु अथवा परिवर्तितधातु भवति तत्र विद् योग यक् विद्यते भवति धन्यवादः भगिनि मणिमहोदय अग्रिमं व्यच्छति आं महोदय व्यच् इति धातु अत्र अत्रापि ओकारः अपि व अस्ति अत्र ओकारः यकारः अस्ति द्विवर्ण द्वयोः मध्ये न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण यकारः एव सम्प्रसारणं भवति अतः इ योगः अ इति सम्प्रसारणं वर्णस्य परमकारः अस्ति अत्र सम्प्रसारणञ्च इति सूत्रेण यकारः इकार अकारयोः पूर्वरूप आदेश इकार एव आदेशः अतः वि इति वच् विच् भवति अत्र विच् इत्यस्य उकारः भवति वा महोदय उच्यते इति रूपं भवति वा वच् इति अत्र विच् विच् योः यक् योः ते अत्र ककारस्य लोपः भवति अतः विच्यते इति रूपम् अत्र तु उपादायाम् इकारः अस्ति इति कृत्वा पुगन्तलघुपदस्य चेत् इत्यस्य कार्यं न भवति किमर्थम् इत्युक्ते यक् प्रत्ययः कित् अस्ति इति पूर्वं दृष्टवान् खलु इति कृत्वा विच्छति एव तिष्ठति महोदय पुगन्तलघुपदस्य कथं भवति अत्र तु यकारस्य इकारः भवति खलु तदनन्तरं विच्छति अधुना रूपम् पुगन्तलघुपदस्य सार्वधातुकयापि अस्ति खलु सूत्रस्य गुणं भवति स्म किन्तु नितीशेन न भवति सम्प्रसारणविधायकसूत्रं गरी जावै गच्छति यत् आगच्छति यत् भगिनि किं भगिनि विच्छति इति अस्ति खलु आं सत्यं विच्छति इति अस्ति खलु विच्छति इति भवति साधु विच्छति विच्छति इति यत् क्षिप् निर्देशः अस्ति व्यच्छदातु साक्षात् दृष्ट्वा वयम् अस्माभिः न अवगन्तुं शक्यते किन्तु व्यच्छति दातु अस्तु स्वामी महोदय वक्तुमिच्छति किम् अत्र वच्छदातुः पूर्वं दृष्टमासीत् तर्हि स्वप् इति पश्यामः स्वप् धातोः विषये अरुणा भगिनी वदति वयं समापयामः खलु पठामि भगिनि स्वप्दातोः भगिनि वच् धातुः वच् योगः स्वप् योगः यक् केन सूत्रेण वचि स्वपि यजादीनां किद्दि इति सूत्रेण सम्प्रसारणं संज्ञा भवति. वकारस्थाने उकारः आगच्छति. सम्प्रसारणचैतसूत्रेण उकार अनन्तरम् अच् अस्ति चेत् पूर्वपरयोः एकः पूर्वरूपम् आदेशः भवति. सुप् योगः यक् स्तुप्यते भगिनि स्तुप्यते इति रूपम् यज् इति अग्रे कस्य क्रमः अस्ति सरला भगिन्याः अस्तु यज् सम्प्रसारणविधायकसूत्रं भगि वचि कपि यजादीनां किति इति सम्प्रसारणविधायकसूत्रं भवति. यथा यज्ञ सम्प्रसारणम् अनेन यकारस्य स्थाने ईकारः आगच्छति. ईकार अकारतयोः सम्प्रसारणं च तयोः मध्ये ईकारः तिष्ठति. इच्छ्यते इच्छ्यते इति भवति. अत्र तु इष्टः इति रूपं भवति. इष्टप्रत्यये परे तु इष्ट इति रूपं भवति. इष्टवान् इष्टः इति. अस्तु धन्यवादः भगिनि. अग्रे वप् दातुः आं भगिनि वप् योगः यक् तत्रापि अग्रे यथा यदा क्रमः आयाति तदा अन्म्यूट् करोतु महोदय. अधुना तु म्यूट् मध्ये कृपया भवतु. अस्तु भगिनि क्षम्यता. तत्र वचिस्वपि यजादीनां चिति इति सूत्रेण अत्र सम्प्रसारणं भवति. वप् योगः यक् तत्र सम्प्रसारणात् च इग्यणः सम्प्रसारणं प्रथमम्. इग्यणः सम्प्रसारणम् इत्यनेन सम्प्रसारणसंज्ञा भवति. तत्र वकारस्य स्थाने उकारादेशः भवति. सम्प्रसारणाच्च इत्यनेन पूर्वपरयोः स्थाने पूर्वरूपादेशः भवति. उप् य ते उप्यते इति रूपम्. धन्यवादः. सम्यक् महोदय वक्तुम् इच्छति किं भवान् अग्रिमम् अन्म्यूट् करोमि महोदय. धातु कृपया वदतु. मम निकषा करपत्रं नास्ति. वः धातु अत्र वचिसपि यजादिनाङ्क इत्यनेन सूत्रेण कित् प्रत्यये परे वकारस्य सम्प्रसारणं भवति. इगियनः सम्प्रसारणं ततः वकारः वकारस्य स्थाने उकार आदेशः भवति. तत्र अकार न सम्प्रसारणे सम्प्रसारणम् इत्यनेन उ पूर्वपरयोः तत्तु सम्प्रसारणाच्च इति सूत्रम् संज्ञकवर्णात् अचि पूर्वपरयोः इति अस्ति खलु. तर्हि उ योगः अ इति आम् महोदय. भिन्नसूत्रम् उक्तवान् न सम्प्रसारणे सम्प्रसारणम् इत्यनेन नास्ति किन्तु सम्प्रसारणाच्च इत्यनेन किं भवति. सत्यं सम्प्रसारणाच्च इत्यनेन पूर्वपरयोः उकार अकारयोः एक एव अवश्य पूर्वरूपम् अवशिष्यते. तत्र उह भवति. उह् उह् अनन्तरम् उह् यते उह उह् यते उह् यक् ते यक् प्रत्ययः अस्ति. आम् रूपं किम् अन्तिमरूपं कर्मणि? अन्तिमरूपं यक् ते तत्र ऊह्यते, उह्यते इति रूपम्। आम् सत्यं महोदय, उह्यते इति। धन्यवादः महोदय, बहु सम्यक् उक्तवान्। आम् बद् धातोः विषये अपि वयं पूर्वं दृष्टवन्तः, वस् धातोः विषये पश्यामः। सुमन् भगिनी वदति किं महोदय? इदानीम् अन्म्यूट् अभवत्। अस्तु, इदानीं वद् अस्ति खलु, आम् वद् तत्र सूत्रं वचि स्वापि यजादीनां किति सूत्रेण सम्प्रसारणं भवति, वकारस्य स्थाने उकार आदेशति, अनन्तरं सम्प्रसारणात् च इति सूत्रेण उकारस्य अकारस्य द्वयोः तयोः स्थाने एकः पूर्वः इत्युक्ते उकार एव आदेशः भवति। उद् इदानीं रूपं निष्पन्नते, उद् योग यक् उद्य अनन्तरं ते उद्यते रूपम् अस्ति। आम् धन्यवादः भगिनि। अग्रे मणिमहोदय वदति किं महोदय? अस्तु महोदय, वस्तु अत्रापि वचिसपि यजादीनां सूत्रमेव कार्यं करोति, वकारस्य इत्यनादिसूत्रेण उकारः अकारः भवति, सम्प्रसारणं च इति सूत्रेण उकार अकारयोः पूर्वरूपम् आदेशः उकारः एव, अतः रूपं भवति उष्यति, अनन्तरं व्यक्त्यस्ति ककारस्य लोपो भवति, अनन्तरं ते अपि भवति, उष्यते इति अन्तिमरूपं भवति महोदय। आम् महोदय, श्रुतवती, उष्यते इति रूपं खलु इति मन्ये। अत्र समापयामः किल? धन्यवादः, शुभरात्रिः।